अस्तु, नमस्ते. तर्हि अद्यतनविषयः अस्ति दिवालिगणः इति विषयः अनुवर्तते. तर्हि वयं अभिशेषदातवः इति विषयः चर्चाम् इति विषयं चर्चां कुर्वन्तः आसम्. तर्हि अस्मिन् सप्ताहे महोदय किं कृतवान्, स्थानेन्तरतमः इति विषयस्य इतोपि वर्णनं तत्र दत्तवान्. तर्हि तस्मिन् विषये पुनः पठामः. तर्हि भगिनी आरम्भं करोति वा, रामप्रिया भगिनी? आं भगिनि, स्थानेन्तरतमः प्रसङ्गे स्थानम् अर्थं गुणं प्रमाणम् इत्येषु अन्यतमम् अनुसृत्य तुल्यतम आदेशो भवतु. यत्र यत्र स्थानेन निर्णेतुं शक्यते तत्र तत्र स्थानमेव निर्णयस्य आधारः. स्थाने सप्तम्यन्तम् अन्तरतमः प्रथमान्तं द्विपदम् इदं सूत्रम्. इदं सूत्रं परिभाषासूत्रं. यत्र आदेशः अपेक्षितः अपि च अनेकानां वर्णानां ग्रहणम् अस्ति अपि च तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति. तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषासूत्रम् इति उच्यते. अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तं. प्रसङ्ग इत्युक्ते यत्र प्राप्तिः अस्ति. तुल्यता समानता सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत् तर्हि स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम्. सर्वप्रथमं स्थानं न उपलभ्यते चेत् अर्थः न उपलभ्यते चेत् गुणः न उपलभ्यते चेत् प्रमाणमिति निर्णयस्य आधारः. आधिक्येन स्थानम् अनुसृत्य एव आदेशो भवति. अपरेषां प्रसङ्गः विरलः. तत्र नूतनतया स्थानं मुखे स्थानस्य सादृश्यम् अनुसृत्य आदेशो निर्णयते. यथा अकः सवर्णे दीर्घः, अक् वर्णात् सवर्णे अचि अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक एकादेशः स्यात्. अनुवृत्तिसहितसूत्रम् अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायां. सूत्रस्य अर्थः अस्ति अकः वर्णात् सवर्ण अचि परे अस्ति चेत् पूर्वपरयोः स्थाने दीर्घ एकादेशः भवति इति. दण्ड योगः अग्रं, दण्डाग्रम् इति भवति. अत्र द्वौ अपि अकारौ कण्ठ्यौ नाम कण्ठे उत्पन्नौ. अतः तयोः स्थाने यः दीर्घादेशः भवति स अपि कण्ठः भवेत् सम्भवति चेत्. तत्र दीर्घः आकारः कण्ठ्यः, अतः स एव आदेशः भवति. तत्र एक चित्रम् अस्ति भगिनि. वर्णोद्भवस्थानकोष्टकं वर्ण उद्भवस्थानकोष्टकम् ओ आ ख घ ख घ घ ङ ह विसर्गः कण्ठः. इ च च ज ज ञ य ष तालु. ऋ ठ ठ ढ ढ ण र ष मूर्धा. ल ठ थ ध ध न ल स दन्ताः. उ फ फ भ भ म तत् ओष्टौ उपद्मानीयः किल. फ फ न्यमगणन नासिका. ए ऐ कण्ठतालु. ओ औ कण्ठोष्टौ. व दन्तोष्टौ. ख ख जिह्वामूलीयः वर्णाः स्थानानि. आं भगिनि, स्ववाक्येन विवरणं तद् वर्ण उच्चारणस्थानम् अस्ति. अगण तु कण्ठस्य उच्चारणं भवति. इ च च वर्गीयः. य ष तु तालव्यः. ऋ ठ ठ टवर्गः रश तु मूर्धन्याः लु टवर्गः लस तु दन्ताः दन्तीयवर्णाः उ पवर्गः प प उपद्मानीः मानीयः एव किल ओष्टौ न्यमगणन नासिकायाः ए ऐ तु कण्ठतालु कण्ठः तालुः द्वौपि ओ औ तु कण्ठ ओष्टौ अस्ति व दन्त ओष्टौ ख ख जिह्वामूलीयः उच्चारणस्थानम् अस्ति. तर्हि स्थानम् इत्युक्ते उद्भवस्थानं स्वीकृत्य समानतुल्यवर्णः कः इति तथैव प्रयोजकः अर्थः अन्यः आगतः वा नाम उच्यतम् हलो भगिनी गच्छतु क्षम्यताम् अर्थः कुत्र कुत्रचित् उच्चारणस्थानसादृश्येन आदेशस्य निर्णयो न शक्यते. यथा स्थानेन न सम्भवति तदा अर्थः गुणः प्रमाणं च एषु त्रिषु अन्यतमः निर्णयस्य आधारः भवति. उच्चारणस्थानस्य समान आदेशः न भवति चेत् तदा अर्थः गुणं प्रमाणं येषु त्रिषु अन्यतमः आधारः भवति. अर्थस्य प्रसङ्गे यथा पद्धनु मास तद् किं वदनीयं भगिनि पद्धनो मास अत्र अर्थः दत्तमस्ति प्रभृतिषु प्रभृतिषु इति किल पद दत् दत् पद् दत् नस् मास् हृत् निश् आसन् युषन् दोषन् यकन् शकन् उदन् आसन् इत्येते आदेशाः विकल्पेन भवन्ति षस् प्रभृतिप्रत्ययेषु परेषु. अनेन सूत्रेण द्वितीयविभक्तेः बहुवचनात् षस् आरभ्य सप्तमीविभक्तेः बहुवचनं सुप् यावत् एते आदेशः विकल्पेन भवन्ति. तत् षस् आरभ्य सुप् पर्यन्तं अर्थं पद् दत् इव इति अस्ति वा भगिनि? प्रश्नः कः भगिनि? तत्र लिखितमस्ति अनेन सूत्रेण द्वितीयविभक्तेः बहुवचनात् षस् आरभ्य सप्तमीविभक्तेः बहुवचनं सुप् यावत् एते आदेशः विकल्पेन भवन्ति इति. षस् इत्यस्य अर्थं पद् इति अस्ति वा? न न, षस् इति प्रत्ययः. षस् इति प्रत्ययः यत्र वयं षस् आरभ्य सुप् पर्यन्तं यत्र पद् इति विकल्पेन आदेशः भवति इति उक्तमस्ति. किन्तु अस्माकं प्रश्नः अत्र उदेति कस्य स्थाने इति वयं पृच्छामः खलु. तर्हि तस्य उत्तरमेव महोदय अग्रे दत्तवान्. तर्हि कस्य इति प्रश्नस्य उत्तरम् अत्र अर्थः स्वीकृत्य निर्णेतव्यः इति. तर्हि तदर्थमेव पाद इति पदस्य अर्थः पद् इत्यस्य समानर्थः खलु. तर्हि पाद इत्यस्य विभक्ति रूपाणि योजयामः तस्मिन् समये दिस् आरभ्य सुपर्यन्तं पाद इत्यनेन सह विकल्पेन पद् इति अपि प्रातिपदिकं स्वीकृत्य वयं वक्तुं शक्नुमः. अत्र सूत्रे तु दत्तमस्ति पत् इति अपि विकल्पेन भवति इति, किन्तु कस्य स्थाने इति तु न वक्तव्यं न भवति. एतत् सूत्रं तर्हि तदर्थमेव अर्थः उपयोगं कुर्मः. अत्र अर्थः इति स्थानेन्तरतमः इति सूत्रेण अर्थः उपयुज्य पाद इत्यस्य स्थाने इति वक्तुं शक्नुमः. तादृशं दत् इत्यस्य दन्त इत्यस्य स्थाने दत् इति विकल्पेन भवति. किन्तु सर्वे विभक्ति सर्वे प्रत्ययेषु तु न भवति, षष्टारपि सुपर्यन्तमेव भवति. तदपि प्रत्ययः एव किल, पद दत् इत तदपि प्रत्ययः यत्र बाधः दत्तमस्ति खलु, पाद इति प्रातिपदिकमस्ति, पादयोगः षस् भवति पादान् इति भवति. पादः योगः ता इत्यस्य पादेन इति भवति. तर्हि एतेषु प्रत्ययेषु किं भवति इत्युक्ते तद् इत्यपि प्रातिपदिकम् आगच्छति, अर्थः अस्ति. अस्माकं सूत्रं तु सूत्रं दृष्ट्वा स्पष्टता न भवति. तदर्थमेव वयं परिभाषासूत्रं स्वीकुर्मः, स्थानेन्तरतमः इति परिभाषासूत्रं. परिभाषासूत्रं यत्र यत्र सूत्रस्य अपूर्णतया अवगमनं नास्ति, तत्र नास्ति, तत्र परिभाषासूत्रम् आगत्य किञ्चित् विवरणं वा स्पष्टीकरोति, सहायं करोति अवगमनार्थं. तर्हि अत्र स्थानेन्तरतमः इति परिभाषासूत्रम् आगत्य वदति कस्य स्थाने इति वयं पृच्छामः. तर्हि स्थाने कस्य स्थाने, तर्हि वयं अत्र तु वयं स्थाने इति साक्षात् उच्चारणस्थाने इति तु न वक्तुं शक्नुमः. किमर्थमित्युक्ते पद् दत् इति तु प्रातिपदिकाः सन्ति, सुप् सुप् षस्तारभ्य सुपर्यन्तं तु प्रातिपदिक किं विभक्त्यानि प्रत्ययाः सन्ति. तर्हि पद् इति यत् आगच्छति अन्य प्रातिपदिकस्य स्थरे एव आगन्तुं शक्यते खलु. तर्हि कस्य स्थाने इति वक्तुं इति पृच्छामः चेत् पाद इत्यस्य स्थाने इति निर्णेतुं शक्नुमः. अवगतम्. किन्तु केषां इत्र अनेन सूत्रेण द्वितीया विभक्तेः बहुवचनात् चस् आरभ्य सप्तमे युक्ते बहुवचनं सुप् यावत् एते आदेशः विकल्पेन भवन्ति. सु औ जस् अम् औ षस् ठाभ्याभ्यां बिस् डेभ्यां भ्यस् दसीभ्यां भ्यस् दस् ओस् आम् डि ओ सुप्. किन्तु केषां पदानां स्थाने भवन्ति इति न उक्तम्. अत्र स्थानेन्तरतमः इति सूत्रेण तदा आदेशः योग्यः भवति यदा स्थानिनः अर्थं प्रकटयितुं प्रभवति. अनेन एते उक्ताः आदेशाः क्रमेण केषामेव स्थानिनः भवन्ति, पाद दन्त नासिका मास हृदय निशा असृज् युष् यूष् दोष् यकृत् शक्रुत् उदक आसन इति. यदा पद् चरणार्थे भवति अतः स्थाने स्थानिनोपि तादृशार्थः भवेत्, तस्मात् पाद इति स्थानि. पाद एव तत्र शब्दाः दत्ताः. अत्र अर्थः पद् इत्यस्य पादः इति भवति. तर्हि उदाहरणार्थं तत्र अत्र दत्तमस्ति. आदौ तु भाषा आसीत् खलु, तदनन्तरमेव पाणिनिः सूत्रं लिखितवान्. तर्हि सूत्रं तु पूर्णतया यत्र यत्र पूर्णतया न स्पष्टं तस्य कृते तु परिभाषासूत्रम् आगत्य सहायं करोति अवगमनार्थम्. तदर्थं पादशब्दस्य रूपाणि एवं भवन्ति, पादः पादौ पादाः, पादं पादौ पदः पादान्, पदा पादेन पद्भ्यां पादाभ्यां पद्भिः पादैः, पदे पादाय पद्भ्यां पादाभ्यां पद्भ्यः पादेभ्यः, पदः पादात् पद्भ्यां पादाभ्यां पद्भ्यः पादेभ्यः, पदः पादस्य पदोः पादयोः पदां पादानां पदी पादे पदोः पादयोः पत्सु पादेषु. नमस्ते, कः आगतः? हलो, कति आगतवान् वा? नाम उच्यताम्? कः का अस्ति भगिनि? रश्मि अस्मि. स्वागतं भगिनि, रश्मि भगिनि, स्वागतम्. अहं भव्या अस्मि. नमस्ते भगिनि. अत्र किञ्चित् ध्वनिः आसीत्, अहम् अधः म्यूट् मध्ये भवामि, शृणोमि. अस्तु भगिनि, न चिन्ता, निश्चयेन. धन्यवादः. यदि पठितुम् इच्छति तर्हि निश्चयेन आगच्छतु भगिनि. किमर्थम् इत्युक्ते वयं जनत्रयमेव सन्ति अत्र, यत् अस्ति अत्र. तर्हि रामप्रिया भगिनी अस्ति, अहम् अस्मि, भवती अस्ति, तावदेव. तर्हि एकनिमिषम्, अहं सङ्गणकम् अधुना ओपन् करोमि. सिद्धं भूत्वा अहम् अन्म्यूट् करोमि. पठामि वा भगिनि? एवमेव अग्रे अपि दन्तशब्दस्य विकल्पेन शस् इत्यस्मात् आरभ्य दत् शब्दः इत्यादिकम् एव एषु स्थलेषु मुखे स्थानं किम् इत्यनेन निर्णयः न भवितुम् अर्हति स्म. तस्मात् अर्थः इति आधारः अपेक्षितः. मुखस्य मुखात् स्थानं, मुखस्य स्थानं किम् इति न निर्णेतुं शक्यतः, अतः अर्थम् आधारम् अस्ति अत्र. पुनः अत्रापि एक चित्रम् अस्ति. गुणः इत्युक्ते ध्वनिः. व्याकरणदृष्ट्या तस्य प्रकाशो भवति प्रयत्नेन. तत्र द्वैविध्यम् अस्ति, आभ्यन्तरप्रयत्नः, बाह्यप्रयत्नः च. कुत्रचित् आदेशस्य निर्धारणं न स्थानेन सम्भवति, न वा अर्थेन. तत्र कुत्रचित् प्रयत्नः निर्णायकः. तत् किम् अर्थं भगिनि? कुत्रचित् वयं पूर्वं दृष्टवन्तः, यत्र यदि स्थानेन्तरतमः इति स्वीकुर्मः तर्हि आदेशः इत्य आदेशः इत्यस्मिन् विषये स्थानेन्तरतमः इति स्वीकुर्मः चेत् आदौ किं कुत्रचित् किं भवति, केषु स्थलेषु वयं उद्भवस्थानं मुखे यत्र उद्भवः भवति कुत्र, तत् स्वीकृत्य वयं तुल्यवर्णवर्णं निर्देश किं स्वीकर्तुं शक्नुमः खलु, तत्र निर्देशः भवति. किन्तु कुत्रचित् किं भवति, अर्थः स्वीकृत्य भवति. यत्र स्थाने इति वर्णस्य मुखे यत्र उद्भवस्थानं यत्र तत्र न प्रसक्तिः अस्ति, तर्हि अर्थः इति समान अर्थः भविष्यति वा इति वयं द्रष्टुं शक्नुमः. यदि समान अर्थः भवति तस्य स्थाने आगन्तुं शक्यते, सूत्रस्य तत्र प्रसक्ति अस्ति अर्थस्य इत्युक्ते वयं तत् स्वीकुर्मः. यत्र वयम् अर्थं न स्वीकर्तुं शक्नुमः तर्हि अग्रे गुणः इति विषयः स्वीकुर्मः. गुणः इत्युक्ते प्रयत्नः इति वदामः खलु, तर्हि आभ्यन्तरप्रयत्नः, भाष्यप्रयत्नः इति द्विधम् अस्ति. तर्हि अत्र कोष्टके तथैव दत्तमस्ति. उपरि उपरितनभागे तु आभ्यन्तरप्रयत्नः इति, तत्र मध्ये वर्णाः सन्ति, तर्हि अधः बाह्यप्रयत्नः इति तस्य विवरणं दत्तमस्ति. अत्र अत्र पश्यति चेत् प्रथमद्वितीयसदस्याः प्रथमसदस्यः तु अल्पप्राणः, विवाराः, श्वासाः, अघोषाः. द्वितीय वर्ग पश्यति चेत् महाप्राण, विवाराः, श्वासाः, अघोषाः इति. तर्हि अत्र एतत् दृष्ट्वा वयं वक्तुं शक्नुमः प्रयत्नः यत्र समानं भवति तदेव तत् गुणः इति नाम भवति तस्य. अल्पप्राणः, महाप्राणः, गुणः इत्युक्ते तत्र अल्पप्राणः, महाप्राणः इति भेदः भवति. विवारः, संवारः भवति. श्वासः, नादः भवति. अघोषः, घोषः इति भवति. तर्हि तत् स्वीकृत्य समानं किं भवति इति, समानवर्णः कः भवितुम् अर्हति इति चिन्तयित्वा इति निर्णीत्वा वयं चिन्तयितुं शक्यते. प्रथमं तु मुखे यत्र स्थाने कुत्र तस्य उद्भवति इति पश्यामः, नो नास्ति चेत् अर्थः स्वीकुर्मः, नास्ति चेत् गुणः स्वीकुर्मः इति प्रयत्नः स्वीकृत्य स्वीकृत्य तत् समानतुल्यतां वक्तुं शक्नुमः. बाह्यप्रयत्नः एकं सदृश्यम् अस्ति अपि तद् गुणः वा? हा, बाह्यप्रयत्नः अत्र उक्तमस्ति, सूत्रं दत्तमस्ति, चल् जोः कु इति दत्तमस्ति, अत्र एव उक्तमस्ति चकारस्य जकारस्य स्थाने क वर्गीय कु इत्युक्ते क वर्गीय इति अर्थः, कु इति अर्थमस्ति, चु इत्युक्ते च वर्गीय, चु इत्युक्ते च वर्गीय इति अर्थः. तर्हि अत्र उक्तमस्ति सूत्रे स्पष्टतया उक्तमस्ति कु वर्गे यः समानगुणः भवति कुवर्गीयसि एकः आदेशः भवतु इति, कुल्यवर्णः आदेशः भवतु इति. तर्हि अस्माकं प्रश्नः भवति कुवर्गे तु कखगन अस्ति खलु, अस्ति खलु अपर्णवर्णाः सन्ति, तर्हि तेषु वयं किं स्वीकुर्मः इति प्रश्नः अस्ति. अत्र तु स्थाने न वक्तुं शक्नुमः, किमर्थम् इत्युक्ते खकारः तु कण्ठे अस्ति, खकारः तालव्य खलु, तर्हि स्थाने इति प्रथमं वयं न स्वीकर्तुं शक्नुमः. अत्र अर्थः अपि नास्तुमपि न स्वीकर्तुं शक्नुमः, इत्युक्ते एषः तु वर्णः अस्ति खलु, तत्र वयं कुत्र अर्थः इति आनयामः, तदपि न भवति. तर्हि तृतीयं किं भवति, गुणः इति, अत्र प्रयत्नः स्वीकर्तुं शक्नुमः, चकारस्य तु कः गुणः अस्ति, अल्पप्राणः अस्ति, विवारः अस्ति, श्वासः अस्ति, अघोषः अस्ति चकारः. तर्हि कवर्गस्य कस्य समानप्रयत्नः भवति, तत्रापि अल्पप्राणः भवतु, तत्रापि विवारः भवतु, तत्रापि श्वासः, तस्यापि श्वासः भवतु, तस्यापि अघोषः इति भवतु इति, तर्हि तस्य यदि चिन्तयामः तर्हि क इति एव वर्णः भवति खलु. अत्र चकारस्य स्थाने क इति भवति, गकारः इति स्वीकुर्मः चेत् जकारः भवति. तर्हि एतत् कोशं दृष्ट्वा वयं वक्तुं शक्नुमः प्रयत्नः, समानप्रयत्नः कः इति कृत्वा. अवगच्छति वा? अत्र तु स्थाने न उपयोक्तुं शक्नुमः, अर्थः अपि न अङ्गीकर्तुं शक्नुमः, वर्णस्य अर्थः तु न भवति खलु, पदस्य एव भवति. तर्हि तृतीयं भवति गुणः इति, गुणः इत्युक्ते प्रयत्नः. अत्र उक्तमस्ति चकारस्य जकारयोः कवर्गे एव भवतु इति, कवर्गस्य कः वर्णः इति प्रश्नः उदेति, तस्मिन् सन्दर्भे स्थानेन्तरतमः इति स्वीकृत्य गुणः इति वयं आधारीकृत्य वक्तुं शक्नुमः, गुणमिति विषयम् आधारीकृत्य. तत् सूत्रं पठामि. जचोः कु गिण्यतोः, चकारस्य जकारस्य च स्थाने कवर्ग आदेशो भवति, किति ञति च, पच् योगः गञ्, जजोः कु गिण्यतोः इति सूत्रेण पाकः इति भवति, चकारस्य जकारस्य च स्थाने. ओहो, कवर्गः एव बाह्यप्रयत्नः इति किल भगिनि, चकारस्य स्थाने ककारस्य स्थाने कवर्गः आगच्छति. त्यज्योगः गण् गञ्, जजोः कु गिण्यतोः त्यागः इति भवति, अत्र चकारतालव्यवर्णः जकारः अपि तदा कवर्गीयस वर्णाः सर्वे कण्ठ्याः, अतः स्थानस्य आधारेण निर्णयः न शक्यः, तदर्थं गुणः नाम प्रयत्नः द्रष्टव्यः. चकारस्य प्रयत्नः दिवारः श्वासः अघोषः अल्पप्राणः कवर्गीयस्य पञ्चसु सदस्येषु ककारः एव तदा अतः चकारस्य स्थाने ककारादेशः भवति. ओ आं भगिनि, अत्र बाह्यप्रयत्नः इति एव न, आभ्यन्तरप्रयत्नः अपि स्वीकर्तुं शक्नुमः. द्वे अपि स्वीकृत्य कः अधिकतया तुल्यता भवति इति चिन्तयित्वा तत् वयम् उपयोगं कुर्मः. जकारस्य प्रयत्नः संवारः नादः घोषः अल्पप्राणः तस्य समानवर्णः गकारः अतः तद् स्वीकुर्मः. रश्मि भगिनी अस्ति वा? भगिनी श्रूयते वा? हा आं भगिनि, इदानीं तु प्रमाणम् इति प्रमाणम् इत्युक्ते दायुख्यं. प्रमाणशब्दे मानम् अन्तर्भूतं वर्तते किल, तदर्थं तादृशः अर्थः स्वीकृतः. मानं नाम मापनं, कुत्रचित् प्रमाणेन एव निर्धारणप्राप्तिः भवति, यथा अदसो असदेर्दादु दो मह, यस्य अन्ते सकारो नास्ति. एतादृशस्य अदस् शब्दस्य दकारोत्तरवर्णस्य स्थाने उकारादेशः ऊकारादेशः च, दकारस्य च स्थाने मकारादेशो भवति. इतोपि पठामि वा? अमायोगः स्मै, अम् योगः अस्मै इत्युक्ते अम् योगः उष्मै इत्युक्ते अमुष्मै, अम् योगः भ्याम्, अम् योगः आभ्याम्, अम् योगः ऊभ्याम्, तस्य अनन्तरं लप्स्यते अमुभ्याम् इति रूपम्. अत्र ह्रस्व अकारस्य स्थाने ह्रस्व उकारः, दीर्घ आकारस्य स्थाने दीर्घ ऊकारः. एतादृशतले स्थानेन अर्थेन गुणेन च निर्धारणं न भवति, अतः प्रमाणं निर्णायकः. प्रमाणम् इत्युक्ते अत्र दैर्घ्यमिति, अतः इत्युक्ते वयम् उच्चारणसमये एक वर्णस्य दैर्घ्यं कथमस्ति, लघु अस्ति वा दीर्घम् अस्ति वा इति आधारेण, तदेव मापनम् इति अत्र लिखितमस्ति. अत्र प्रमाणम् इत्युक्ते मापनमेव. तत्र एतद् वर्णस्य दैर्घ्यम् आधारेण आधारेण अत्र आदेशः किं भवति इति निर्णयः आगच्छति. अत्र सूत्रमस्ति अदसो असदे दादु दो मह इति सूत्रमस्ति. तत्र सूत्रं वदति यस्य सकारान्तः रूपः नास्ति तत्र अदस् शब्दस्य दकारस्य अनन्तरं यः वर्णः आगच्छति तत्र उकारादेशः ऊकारादेशः च भवति, दकारस्य स्थाने मकारः अपि आदेशः भवति, यथा दण्डः अस्ति अमायोगः स्मै इति, तत्र तद् अम् योगः अस्मै इति रूपम् आगच्छति. अत्र लघु ह्रस्व अकारः अस्ति, तत्र तस्व अकारस्य स्थाने उकार आदेशः भवति, अतः अं योगः उष्मै इति रूपम् आगच्छति, तद् अमुष्मै इति रूपं भवति. अनन्तरम् अं योगः भ्याम्, अं योगः आभ्याम् इति रूपम् आगच्छति. तत्र आकारः दीर्घ आकारः, तस्य स्थाने ऊकारः आदेशः भवति, तद् अमूभ्यम् इति रूपम् आगच्छति. अत्र एतद् वदति, अत्र स्थानस्य आधारेण, अर्थस्य आधारेण वा गुणेन, गुणस्य आधारेण वा आदेशस्य निर्णयं न कर्तुं शक्यते. अतः अत्र प्रमाणम् आधारेण आधारीकृत्य एव निर्णयं भविष्यति. अग्रे अपि पठतु सारांशः. सारांशः: तर्हि आहत्य स्थानेन्तरतमः इति सूत्रेण सादृश्यम् उपस्थाप्यते चतुर्भिः माध्यमैः, स्थानम्, अर्थः, गुणः, प्रमाणं च. किन्तु एषु चतुर्षु प्रमुखमस्ति स्थानम्. कथं ज्ञायते? काशिकाकारः वदति यत् पूर्वसूत्रात् षष्ठीस्थानयोगा इत्यस्मात् स्थाने इत्यस्य अनुवर्तनं भवितुम् अर्हति स्म. तस्मिन् एव लाघवम् आसीत्. तर्हि किमर्थं पाणिनिना तस्य अनुवर्तनं न स्वीकृतम्? पुनः स्थाने विलिख्य ददाति स्थानेन्द्रतमः इति सूत्रे चतुर्षु स्थानस्य प्राधान्यदर्शनार्थम्. अतः यत्र यत्र स्थानेन निर्धारणं शक्यं तत्र तत्र स्थानेन एव कर्तव्यम्. यत्र च न सम्भवति तत्र अन्येषु त्रिषु, अर्थः, गुणः, प्रमाणम् इत्येषु अन्यतमेन सादृश्यं साधनीयम्. अत्र वदति यत् स्थानेन्द्रं तमः इति सूत्रं, सूत्रस्य निर्णयं चत्वारः माध्यमाः सन्ति, तान् अधिकृत्य एव निर्णयं भवति. तद् स्थानम्, अर्थः, गुणः, प्रमाणम् इति चत्वारः माध्यमाः. तत्र स्थानमेव प्रमुख, स्थानस्य एव प्रामुख्यमस्ति इति अत्र वदति. किन्तु अनन्तरं किं वदति इति अहं तद् सम्यक् न अवगच्छामि भगिनि. मम अवगमनमस्ति, मम अहं चिन्तयामि इत्युक्ते षष्टिस्थानयोगः इति पूर्वसूत्रमस्ति खलु. पाणिनि किं साधारणतया पाणिनि किं करोति, पूर्वसूत्रात् अग्रिमं यत् सूत्रम् आयाति तस्य अनुवृत्तिः, अनुवर्तनम् इति कृत्वा त्यजति तत् सः शब्दं, तत् तं शब्दं त्यजति खलु. तदनन्तरम् अनुवृत्ति इति चिन्त्यते, वयं पूरयामः. किमर्थं स्थानेन्तरतमः इत्यस्यपि तथा न करोति, किमर्थं स्थाने इति पुनः उक्तमस्ति? केवलम् अन्तरतमः इति वदति चेदपि अनुवृत्तिः आगच्छति खलु, स्थाने इत्यस्य अनुवृत्तिः भवितुमर्हति. किन्तु पुनः किमर्थं स्थाने इति उक्तवान् इत्युक्ते स्थाने इत्यस्य प्राधान्यं दर्शनार्थम् इति. प्राधान्यम् इत्युक्ते यत्र चत्वारः सन्ति खलु माध्यमैः वक्तुं शक्यते खलु, तुल्यता, स्थानम्, अर्थः, गुणः, प्रमाणम्, येषु चतुर्षुषु स्थानम् इत्यस्य प्राधान्यं भवतु इति सः स्थाने इति पुनः उक्तवान् इति महोदय लिखितवान् खलु. रामप्रिया भगिनी तथा एव अस्ति खलु, भिन्न अभिप्रायः अस्ति वा भवत्या? न भगिनि अवगच्छामि. लिखितवान् इति मन्ये अद्यैव. आम् आम् आम् ह्यः नास्ति नासीत् अद्य एव नूतनतया. तर्हि अग्रे गच्छामः. तर्हि अग्रिमविषयः अस्ति चतुर्थः विषयः वकारान्तानाम् इकः दीर्घत्वम् वकारान्तानाम् इकः दीर्घत्वं चत्वारः धातवः दिवादिगणे चत्वारः वकारान्तदातवः सन्ति द्यूं दिप् श्यूं सिप् स्त्रिमू त्रिप् ष्टिमू ष्टिप् दिवुं क्रीडा विजिगीषा व्यवहारा द्युति स्तुति मोदमध स्वप्न कान्ति गतिषु स्वीकरोति क्रीडति इच्छति जेतुम् इच्छति निद्राति गच्छति तेजस्वी भवति प्रशंसा करोति प्रसन्नो भवति व्यवहारं करोति. दिवु इति धातवः बहवः अर्थाः अस्ति सन्ति. तदेव अस्ति स्वीकरोति क्रीडति इच्छति जेतुम् इच्छति इति रूपम् अर्थम्. शिवु तन्तुसन्ताने सीवनं करोति सु रोपयति. स्त्रिवु गतिशोषणयोः गच्छति शुष्कः भवति इति अर्थम्. ष्टिमु निरसने टुस्पिट्. हली च इति सूत्रम् अत्र. इत्यनेन यः धातुः वकारान्तः तस्य उपधायां स्थितः इकः इक् वर्णः दीर्घः भवति हलीपरे. श्यन् इति विकर्णप्रत्ययः हलादिः यकारादिः च अपित् च. अतः सूत्रस्य प्रसक्तिः अस्ति. यदि श्यन् पित् अभविष्यत् तर्हि पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इकः गुणः अभविष्यत्. गुणकार्य अभावे हली च आगत्य कार्यं करोति. अत्र तु हली च इति सूत्रं कार्यं करोति. तस्य सूत्रस्य अर्थम् अस्ति यः वकारान्तधातुः तस्य उपधायां स्थितः इक् वर्णस्य इक् वर्णः दीर्घः भवति यदा हलन्तवर्णः परः अस्ति चेत्. श्यन् बकारान्तः वा नो चेत् रेफान्तः वा भवति. रेफान्तस्य अपि तथा एव भवति. पूर्वमेव अस्माकं बकारान्त इकः दीर्घत्वम् इत्यस्य इत्यस्मात् पूर्वं हली च इति सूत्रं कृतमस्ति. तत्र रेफान्तानां बकारान्तां च धातूनाम् उपधायां इतः इक् वर्णः दीर्घो भवति हलिपरे इति. हलिपरे शन् दिवादिभ्यः शन् शन् इति विकर्णप्रत्ययः. तद् हलादिः अस्ति. अपित् अपि अस्ति. अतः हलीच इति सूत्रस्य प्रसक्तिः अत्र अस्ति. शन् तु अपित् नास्ति. अतः पुकन्दलघुपदस्य च इति गुणकार्यं न भवितुं न भवति. अत्र उदाहरणमस्ति. अत्र धातुः दिव्योगः श्यन्. हली च दिव् बकारान्तधातुः अस्ति. हल् परे परः अस्ति श्यन्. उपधायां स्थितः इक् वर्णः दीव् इति भवति. दिव्योगः य दिव्य इति अङ्गं. दिव्य योगति दीव्यति. गुणः भवति चेत् केन सूत्रेण इति उक्तमस्ति. पुगन्तलघुपदस्य च इति सूत्रेण. केन सूत्रेण तस्य विपरीतगुणः भवति निषिद्धं भवति गुणं किम् इति च. सिव् योगः श्यन्. तत्र अपि हली च इति सूत्रम् आगत्य कार्यं करोति. सीव् इति उपधायां स्थितः इक् वर्णः दीर्घः भवति. सीव्यति इति रूपं भवति. स्त्रिव् योगः शन्. तत्रापि हलि च स्त्रीव्योगः य स्त्रीव्यति इति रूपं. ष्टिव् योगः श्यन्. हलि च अत्रापि आगत्य कार्यं कृत्वा ईकारः भवति ष्टीव्योगय ष्टीव्यति. तत्र सुप् धातु ष्टिवुष्वष्कतीनां सत्त्वप्रतिषेधो वक्तव्यः इति वार्तिकमस्ति. धात्वादेः शः सः इत्यस्य निषेधकं नामधातूनां ष्टिप् ष्वष्क् अनयोः धातोः च षकारस्य स्थाने सकारादेशो न भवति. षोडीयते नामधातुः, षण्डीयते नामधातुः, ष्टीवति श्वष्कते. अत्र एकं वार्तिकम् अस्ति, ष्टीव् धातुः धात्वादेः शः सः इति तस्य सूत्रस्य निषेधकं भवति. षकारः सकारः न भवति, किमर्थं चेत् तद् नामधातुः अस्ति. नामधातुः नास्ति, ष्टिविति धातुः एव अस्ति, नामधातोः अपि तथा भवति इति उक्तं. तत्र किमर्थं नामधातुः नो चेत् ष्टिव् धातुः, नो चेत् श्वश् धातुः अस्ति. तेषां शः धात्वादेः शः सः इत्यस्य प्रसक्तिः नास्ति, तत्त्वं न भवति इति ज्ञापते. नामधातुः इत्युक्ते यत्र यत्र प्रातिपदिकन्तः वयं दातुं योजयामः तस्मिन् समये नामधातुः इति. प्रश्ने भगिनि पठति वा गुणः इति? भगिनि अहम् रश्मि वा लक्ष्मी वा भवति उक्तवती? रश्मि खलु भगिन्याः नाम. आम् लक्ष्मी भगिनी अपि अस्ति अद्य तत्र. लक्ष्मी भगिनी अस्ति वा? अहं न जानामि. ओ न न न, वयं तु जनत्रयमेव वयं. गुणः निमिदां स्नेहने स्निग्धः भवति टु मेल्ट् डिसोल्व्. आदिर्निडुडवः उपदेशे अन्नासिक इत् तस्य लोपः इत्येभिः अनुबन्धलोपे मिद् इति धातुः. भगिनी सम्यक्तया न श्रूयते. निमिदां स्नेहने अधुना श्रूयते वा? आं भगिनि. अहं चिन्तयामि मैक्रोफोन् किञ्चित् दूरे आसीत् अतः. निमिदां स्नेहने स्निग्धः भवति टु मेल्ट् डिसोल्व्. आदिर्निडुडवः उपदेशे अज अनुनासिक इत् तस्य लोपः इत्येभिः अनुबन्धलोपे मिद् इति धातुः. मिदेर्गुणः मिद् धातोः गुणः भवति शिति प्रत्यये परे. मिदेः षष्ठ्यन्तं गुणः प्रथमान्तं द्विपदमिदं सूत्रम्. ष्यन् प्रत्ययस्य अपित्वात् किङिति च इत्यनेन गुणनिषेधः, किन्तु मिदेर्गुणः तस्य अपवादभूतसूत्रम्. अनेन गुणः भवति. ष्ठिवु क्लमुचमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः. इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः आयाति यत्र स्थानी नोक्तम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मिदेः अङ्गस्य इकः गुणः शिति. अत्र मिदेर्गुणः इति सूत्रमस्ति. शन् प्रत्ययः अपित् अस्ति, अतः किमिति च इति सूत्रेण गुणनिषेधः भवति. किन्तु अत्र मिदेर्गुणः तस्य किमिति च इति सूत्रस्य अपवादभूतसूत्रमस्ति. मिदेर्गुणः इति सूत्रेण गुणः भवति, मिद् धातोः गुणः भवति अत्र. तर्हि अत्र गुणः उक्तमस्ति खलु, कस्य गुणः कस्य स्थाने इति, गुणः भवति इति उक्तमस्ति, तर्हि कस्य स्थाने इति न उक्तमस्ति खलु, केन सूत्रेण वयं जानीमः? इको गुणवृद्धिः इति सूत्रेण, इको गुणवृद्धिः इति सूत्रं वदति, इकः यत्र स्थाने न उक्तमस्ति तत्र इकः गुणः भवति इति इको गुणवृद्धिः इति परिभाषासूत्रम् अस्ति, अतः इकः स्थाने गुणः भवति. यदि गुणः वा वृद्धिः वा भवति चेत् कस्य स्थाने इति प्रश्नस्य उत्तरम् इकः स्थाने इति उत्तरं ददाति. अतः अनुवृत्तिसहितसूत्रमस्ति, मिदेः अङ्गस्य इकः गुणः शिति. अत्र उदाहरणमस्ति मिद् धातु, मिद् योगः शन्, तत्र मिदेर्गुणः इति सूत्रेण तत्र मिद् धातोः अनन्तरं शन् इति शित् अस्ति, अतः तत्र इकः गुणः भवति, अतः मेद् योगः या भवति, तद् मेद्य इति अङ्गम् आयाति, मेद्ययोगः ति मेद्यति इति रूपम् आगच्छति. आं भगिनि, धात्वादेशः एकः धातुः जनि प्रादुर्भावे उत्पन्नो भवति, सज्जातो भवति. ज्ञा जनोर्जा ज्ञा क्रयादिगणे, जन् दिवादिगणे च इत्यनयोः जा आदेशो भवति शिति प्रत्यये परे. आदेशः अनेकाल्, अतः अनेकाल्चित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य. ज्ञाश्च जन् च तयोः इतरेतरद्वन्द्वः, ज्ञाजनौ तयोः ज्ञाजनोः, ज्ञाजनोः षष्ट्यन्तं ज लुप्तप्रथमाकं पदं द्विपदम् इदं सूत्रम्. ष्टवु क्लमु चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्ति अङ्गस्य इति अधिकारः, अनुवृत्तिसहितसूत्रं ज्ञाजनोः अङ्गस्य जाशिति. अत्र जनि इति एकः धातुः अस्ति, धात्वादेशः भवति. ज्ञा क्रयादिगणे अस्ति, जन्तु त्रिवादिगणे अस्ति. तत्र जा इति आदेशः भवति शिति प्रत्यये परे अस्ति चेत्, शिति प्रत्यये परः अस्ति चेत् आदेशः भवति. आदेशः जा इति अनेकाल् अस्ति, अतः अनेकाल्चित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति, न तु अन्तिमवर्णस्य. अनेकाल्चित् सर्वस्य आदेशः अनेकाल्, आदेशः एक एव वर्णः, न अपि तु अनेके वर्णाः. अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति. हलो, कः अस्ति, नाम उच्यतां? नमस्ते, भगिनी पठतु भगिनी. सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य. यस्य स्थाने आदेशः आदिष्टः सः स्थानी. इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः, न एकः अनेकः, नन् तत्पुरुषः, अनेकः अल् यस्य सः अनेकाल्, बहुभिः षकारः यत् इत् यस्य सः षित् बहुभिः, अनेकाल् च षित् च अनेकाल् षित्, समाहारद्वन्द्व, अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं. स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य स्थाने सूत्रस्य अर्थः अस्ति आदेशः एकवर्णस्य स्थानेन किन्तु एकवर्णस्य अधिकवर्णस्य इति षित् अथवा षित् चेत् सर्वस्थानिनः स्थाने भवन्ति तस्य अर्थं किं भगिनि इत्युक्ते अत्र ज्ञा वा जन् वा भवतु जा जनोर् जा इति सूत्रे ज्ञा धातुः भवतु नो चेत् जन् धातुः भवतु चेत् अनयोः जा आदेशः भवति इति उक्तमस्ति क्षितिपते परे जा आदेशः अत्र अस्माकम् आदेशः कः जा इति आदेशः जा इत्यस्मिन् कानि कति वर्णाः सन्ति द्वौ वर्णौ स्तः तर्हि यत्र एकः वर्णः आदेशः न भवति किन्तु अनेके वर्णाः एकस्य अधिकवर्णः भवति चेत् आदेशः भवति चेत् एकस् अस्माकं पूर्वं वयं दृष्टवन्तः अलोन्तस्य इति सूत्रं वदति खलु एतावत् पर्यन्तं यद् दृष्टवन्तः यत्र आदेशः भवति अन्तिमवर्णस्य एवं पूर्णतया न भवति तर्हि यत्र अस्माकम् आदेशे अनेके वर्णाः सन्ति तर्हि सः आदेशः पूर्णस्थाने भवति न तु अन्तिमवर्णस्य इति अनेकांशत् सर्वस्य इति सूत्रमस्ति अस्माकम् अद्यतनपाठे जा जनोर्जा इत्यस्य सूत्रस्य अत्र प्रसक्ति कुत्र इत्युक्ते जा इति आदेशः जन् इत्यस्य पूर्णतया भवति वा नो चेत् नकारस्य स्थाने भवति वा यदि अलोन्तस्य इति वदति वा आगच्छति चेत् जजा इति भवेत् किन्तु अस्माकम् इदानीं किं भवति अनेकाश्चित् सर्वस्य भवति न पूर्णतया भवति तर्हि जन् इत्यस्य पूर्णतया तस्य स्थाने जा इति एव आदेशः नो चेत् यदि तादृशसन्दर्भः अस्ति नो चेत् षित् इत्यस्य यदि यत्र वयं प्रत्यय आदेशः भवति प्रत्ययस्य आदेशः अस्ति तस्मिन् समये यत्र षित् इति एकः आदेशः भवति चेत् इदानीम् अस्माकम् उदाहरणे नास्ति षित् इति आदेशः भवति चेदपि तथा एव भवति पूर्ण प्रत्ययस्य पूर्णप्रत्ययस्य स्थाने षित् इति आदेशः जन् धातुः आत्मनेपदीरूपम् अस्ति जनि अनुबन्धलोपे जन् इति भवति जन् दिवादिभ्यः शन् इति शन् विकर्णप्रत्ययः ज्ञा जनोर्जा इत्यनेन शितिपरे अस्ति जा आदेशः भवति जन् स्थाने जा आदेशः भवति जा योगः य जाय इति अङ्गं जाय योगः ते आत्मनेपदीरूपं जायते मम अवगमनं सम्यक् एव अस्ति खलु भगिनि अथवा षित् चेत् इत्युक्ते प्रत्ययस्य आदेशः तस्मिन् विषये एव चर्चां करोति खलु तत्र रश्मि भगिन्याः कः अभिप्रायः यत्र अथवा षित् चेत् इति तत्र उक्तमस्ति तत्र प्रत्यादेशस्य देवविषये तत्र विवरणं करोति खलु अत्र अस्माकम् अत्र प्रसक्तिः नास्ति खलु न तु अन्त्यवर्णस्य इति अपि अस्ति किन्तु सर्वस्थानिनः स्थाने भवति अथवा षित् चेत् इति अस्ति अतः एव मम यत्र चित्त आदेशः भवति तत्तु प्रत्यय आदेशेनैव भवति खलु चित् प्रत्ययः अस्ति प्रत्ययं वदामि यदि प्रत्ययस्य आदेशः षित् इति प्रत्ययः आदेशः भवति प्रत्ययस्य आदेशः भवति नो चेत् अनेक आदेशः भवति चेत् तर्हि सर्वस्थानिनः स्थाने भवति पूर्णतया पूर्णतया ज्ञा एव जानाति इति रूपं भवति किल भगिनि क्रयादिगणे? आम् भगिनि, आम् तत्र तत्र अपि समानकार्यमस्ति. ज्ञा इति अस्ति तर्हि जा आदेशः भवति, अनेक अल् अस्ति तर्हि आदेशः ज्ञा इत्यस्य पूर्णतः पूर्ण धातुः एव भवति. तर्हि अहं प्रश्न भगिनि पृष्टवती. ओकारान्तानाम् ओकारलोपः चत्वारः धातवः सन्ति दो शो छो शो. दो अवखण्डने विभागे भग्नं करोति, शो तनूकरणे तीक्ष्णं करोति कृशं करोति, छो छेदने कर्तयति, शो अन्तकर्मणि पूरयति समापयति. ओतः शनि इत्यनेन धात्वङ्गस्य ओकारस्य लोपो भवति शनिपरे. अत्र सूत्रं वदति धातोः अङ्गस्य ओकारः अस्ति चेत् तद् ओकारस्य लोपः भवति, शन् प्रत्ययः परे आगच्छति इति सन्दर्भे. उदाहरणमस्ति दो योगः श्यन् ओतः शनि इत्यनेन शनि परे धात्वङ्गस्य ओकारस्य लोपः. अत्र ओकारः आगच्छति दो इति पदस्य दो इति वर्णस्य, तत्र ओकारः लोपः भवति, दो योगः या इति रूपं, तद् मेलने द्या इति अङ्गम् आगच्छति, द्यायोगः ति द्युति इति रूपम्. शो योगः शन् तदपि समानमेव, ओतः शनि इति सूत्रेण ओकारस्य लोपः भवति, श योगः श्या श्या इति अङ्गं, श्यायोगः ति श्यति इति रूपम् आगच्छति. छो योगः शन् अत्रापि ओदः शनि इति सूत्रेण ओकारस्य लोपः भूत्वा झ योगः या झ्या इति अङ्गं, झ्यायोगः ति झ्यति इति रूपम्. शो शो अत्र धातु आदेशः सः इति सूत्रेण आदौ शकारः अस्ति चेत् तत्र शकारस्य सकारः आदेशः भवति, अतः शो इति धातु सो इति आगच्छति. सो योगः श्यन् तत्र ओतः शनि इति सूत्रेण ओकारस्य लोपः भूत्वा स योगः या स्या इति अङ्गं, स्या योगः ति स्यति इति रूपम् आगच्छति. ओतः शनि धात्वङ्गस्य ओकारस्य लोपो भवति शनिपरे. अलोन्तस्य इति परिभाषासूत्रस्य साहाय्येन आदेशः अन्त्यस्य अल्वर्णस्य स्थाने भवति, धात्वन्दे एव ओकारस्य लोपः. ओतः षष्ठ्यन्तं शनि सप्तम्यन्तं द्विपदमिदं सूत्रम्. घोर्लोपो लोटि वा इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, शनि ओतः अङ्गस्य लोपः. अत्र सूत्रस्य विवरणमस्ति. ओतः शनि इति सूत्रस्य अर्थः अस्ति धात्वङ्गस्य ओकारस्य लोपः भवति शन् प्रत्ययः परे आगच्छति चेत्. अत्र वदति अलोन्त्यस्य इति सूत्रस्य साहाय्येन यद् आदेशः आगच्छति तद् अन्तिम अल्वर्णस्य स्थाने भवति इति. अतः किन्तु अत्र ओकारस्य लोपः भवति तत्र लोपः अपि आदेशः इति नाम लोपः इति आदेशः अत्र लोपः भवति आदेशः इत्युक्ते लोपः अस्ति चेत् तद् लोपः भूत्वा गच्छति इति आदेशः भवति वा आं भगिनि तर्हि कुत्र भवति इति प्रश्नः उदेति कस्य लोपः भवति लोपः आदेशः कुत्र भवति कस्य स्थाने भवति इति प्रश्नः उदेति तर्हि कथं जानीमः कस्य स्थाने भवति इति लोपः तदा अलोन्तस्य इति सूत्रेण अक्तिम आल्वर्णस्य स्थाने लोपः भवति तर्हि अस्माकं सूत्रं वदति ओ अङ्गस्य इति वदति खलु किन्तु अस्माकम् उदाहरणे वयं किं दृष्टवन्तः दो इति अङ्गं दृष्टवन्तः प्रथम उदाहरणं तर्हि कथं जानीमः दो इत्यस्य अपि एतस्य सूत्रस्य प्रसक्तिः भवति इति केन सूत्रेण ओतः शनि इति अत्र ओतः शनि इति सूत्रं वदति ओ अङ्गस्य इति वदति ओ अङ्गस्य अनन्तरम् अलोप्यस्य इति सूत्रं वदति किन्तु ओ अङ्गस्य इति एव वदति खलु ओतः इत्युक्ते ओ अङ्गस्य तर्हि अस्माकम् अङ्गं तु दो इति अस्ति दो अङ्गस्य अन्तिम अल्वर्णः ओकारः कुत्र इत्यस्य प्रश्नः अलोन्तस्य वदति लोपः कुत्र आदेशः भवति लोपस्य इत्यस्य अलोन्तस्य वदति किन्तु दो इत्यस्य अत्र तु सूत्रे तु ओतः इति एव अस्ति खलु दोतः इति नास्ति खलु तर्हि केन सूत्रेण वयं ज्ञातुं शक्नुमः केन सूत्र येन विद्युत् तदन्तस्य इति सूत्रमस्ति खलु केन सूत्रेण यद्यपि अत्र ओतः इति उक्तमस्ति येन केन ओ इति यत्र अस्ति तत्र अस्य सूत्रस्य प्रसक्तिः अङ्गस्य केन कारणेन दो इत्यस्य लोपः दो अस्य सूत्रस्य प्रसक्तिः कुत्र भवति इत्युक्ते ओ इति अङ्के अस्ति अस्ति खलु तेन कारणेन दो इत्यस्य अपि एतस्य सूत्रस्य प्रसक्तिः भवति अस्य विधिः एतद् विधिः एषा विधिः कथं वयम् आनयामः इत्युक्ते तेन विधि तदन्तस्य इति सूत्रं परिभाषासूत्रं स्पष्टीकरोति ओ इति अङ्गस्य एव न इति न ओ इति अन्ते यस्य अन्तस्य ओ अस्ति तत् तस्य अपि ग्रहणं भवति आगच्छति वा भगिनि प्रश्नस्य न वदामि आगच्छामि अस्तु रामप्रिय आं भगिनि शमादि अन्तर्गणः अष्टधातवः शमाम् अष्टानां दीर्घः शनि शमाधीनाम् अष्टानां धातूनां दीर्घत्वं शनि परे दिवादिगणे कश्चन अन्तर्गणः अस्ति शमादिगणः नाम्ना यस्मिन् अष्टधातवः सन्ति शनि परे येषां धातूनाम् उपधायां तः अकारः दीर्घो भवति अचश्च इत्यस्य सहायेन अचः एव दीर्घत्वं शमां षष्ट्यन्तम् अष्टानां षष्ट्यन्तं दीर्घः प्रथमान्तं शनि सप्तम्यन्तम् अनेकपदम् इदं सूत्रं शमाम् इत्यस्य बहुवचनेन शमादिः इति अर्थग्रहणम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शमाम् अष्टानाम् अङ्गानाम् अचः दीर्घः शनि अत्र शम अष्टधातवः सन्ति तद् धातूनां दीर्घत्वं भवति शनि प्रत्यये परः अस्ति चेत् दिवादिगणे अन्तर्गणः अस्ति तस्य नाम शमादिगणः इति अस्ति तत्र अष्टधातवः सन्ति शमादिगणे अष्टधातवः सन्ति शन् प्रत्ययः परे अस्ति चेत् येषां धातूनाम् उपधायां स्थितस्य अकारस्य दीर्घत्वं भवति. शमाम् अष्टानाम् अङ्गानाम् अचः दीर्घः शनि. शनि प्रत्यये परे अचः दीर्घत्वं भवति शमाम् अष्टानाम् अङ्गानाम् इति अनुवृत्तिसहितसूत्रम्. उपधायां आम् आम् आं भगिनि. उपधायाम् इति नास्ति खलु, एक एव अङ्गानां तु एकः एव अक्षवर्णः अस्ति सर्वेषु धातुषु, तर्हि तस्य दीर्घत्वं भवति इति एव. आम् अर्थे अर्थ सूत्रस्य अर्थे धातूनाम् उपधायां स्थितः इति अस्ति किल? कुत्र अस्ति भगिनि? प्रथम द्वितीय तृतीयवाक्यम्. परन्तु अनुवृत्तिसहितसूत्रे कुत्रापि नास्ति अचः दीर्घः इति एव अस्ति. अचश्च यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. परिभाषासूत्रम् अचः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. परिभाषासूत्रम् अस्ति अचश्च यत्र यत्र ह्रस्वदीर्घप्लुतः वर्णः अस्ति तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. ऊकालो अच् अच्रस्वर् स्वदीर्घप्लुतः ह्रस्वदीर्घ क्षम्यताम् इत्यस्मात् अच् दीर्घ ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः. तत्र विभक्तिपरिमाणेन तृतीयान्तं भवति ह्रस्वदीर्घप्लुतैः शब्दैः. अनुवृत्तिसहितसूत्रं ह्रस्वदीर्घप्लुतैः अचः च अच्. अत्र एतत् सूत्रं तु अच् ह्रस्वदीर्घप्लुतः किम् इति वदति वा भगिनि? तत् संज्ञासूत्रम् अस्ति किल? किम् इत्युक्ते अस्माकं शमामष्टानां दीर्घशनि इति सूत्रे तु अचः इति नास्ति. तर्हि अचश्च इति सूत्रं किं वदति इत्युक्ते परिभाषासूत्रमस्ति, तत्र नामकरणं नास्ति. एतत् सूत्रं वदति यत्र यत्र दीर्घह्रस्वदीर्घप्लुत इति आगच्छति चेत् सूत्रेषु तस्य दीर्घत्वं कस्य ह्रस्वत्वं कस्य प्लुतत्वम् इति प्रश्नः उदेति. तस्मिन् समये परिभाषासूत्रं किं वदति? अचुवर्णस्य एव दीर्घत्वं भवति, अचुवर्णस्य ह्रस्वत्वं भवति, अचुवर्णस्य एव प्लुतत्वं भवति. पूर्वं वयं दृष्टवन्तः खलु यत्र गुणः वृत्ति इको गुणवृत्ति सूत्रं वदति, यत्र वयं गुणम् इति पश्यामः चेत् कस्य गुणः इति प्रश्नस्य उत्तरं ददाति इको गुणवृत्ति इति सूत्रं. तादृशमेव यत्र सूत्रे तु अत्र दीर्घ इति एव दत्तमस्ति. तर्हि कस्य दीर्घः? अचः दीर्घः इति परिभाषासूत्रं पूरयति. भगिनी, अत्र शमाम् अष्टानां दीर्घः शनि इति सूत्रे तत्र केवलं दीर्घः इति उक्तं, कुत्र इति न उक्तम्. अतः अचश्च इति सूत्रं तत्र सहायं करोति इति. आं भगिनि, किमर्थम् इत्युक्ते पश्यतु, एतत् सूत्रं तु सप्तम अध्याये अस्ति, अचश्च इति प्रथम अध्याये अस्ति. अचश्च सूत्रं वदति यत्र यत्र कुत्रापि यत्र दीर्घ प्लुत वा ह्रस्व आगच्छति चेत् तत्र अचः इति स्वीकरोतु इति वदति परिभाषासूत्रं. साधारणतया अनुवृत्ति भवति यत्र पूर्वोक्तमस्ति तदनन्तरम् आगच्छति चेत् अनुवृत्तिः भवति. एतत्तु प्रथमाध्याये अस्ति, तथापि अत्र अस्मिन् प्रसङ्गे तत्र कार्यं करोति. किमर्थम् इत्युक्ते परिभाषासूत्रमस्ति, पूर्वमेव सूत्रं वदति यत्र यत्र भवतु ह्रस्व वा प्लुत वा दीर्घ वा तत्र अचः स्वीकर्तव्यमिति. उकालो अच् ह्रस्व दीर्घ प्लुतः इति संज्ञासूत्रम्। अनेन उ इत्यस्य नाम ह्रस्वः, उ इत्यस्य नाम दीर्घः, उ त्रिमात्रिकः इत्यस्य नाम प्लुतः। ततः अग्रिमं सूत्रम् अचश्च वक्ति यत् यत्र यत्र एतैः शब्दैः आदेशः इष्टः तत्र तत्र अचः स्थाने एव अयम् आदेशः भवति। एतत्तु संज्ञासूत्रमस्ति किल, उकारः ह्रस्वः, ऊकारः दीर्घः, त्रिमात्रिक उकारः प्लुतः इति। शमु उपशमे, शान्तः भवति, शं योगः श्यन्। अत्र शमाम् अष्टानां दीर्घः श्यनि सूत्रं कार्यं करोति। उपधायां स्थितस्य अच्वर्णस्य दीर्घत्वं भवति। शां योगः य, शाम्य इति अङ्गं, शाम्य योगति, शाम्यति। केन सूत्रेण शमु कथं शम् इति आगच्छति, केन सूत्रेण शम्यति? उपदेशे अचनुनासिका इति सूत्रेण इत्संज्ञा भवति। तमु काङ्क्षायाम् इच्छति इति अर्थं, तम् इति तत्रापि उपदेशे अनुनासिका इति सूत्रेण उकारस्य इत्संज्ञा तम् इति भवति। तं योगः ष्यण्, क्षमाम् इष्टानां दीर्घः ष्यणि इति सूत्रेण उपधायां स्थितस्य अच्वर्णस्य दीर्घत्वं भवति। ताम् इति भवति, तां योगः य, ताम्य इति अङ्गं, ताम्यति इति रूपं भवति। दमूम् उपशमे, शान्तः भवति इति अर्थं। दम् दम् योगः ष्यन्, क्षमाम् अष्टानां दीर्घः शनि इत्यनेन उपधायां स्थितस्य अच्वर्णस्य दीर्घत्वं। धाम् धाम्य इति अङ्गं, धाम्यति इति रूपं, लटीरूपम्। श्रमु तपसि, श्रान्तः भवति, श्रम् योगः श्यन्, क्षमाम् अष्टानां दीर्घः श्यनि इत्यनेन उपधायां स्थितस्य अच्वर्णस्य दीर्घत्वं। श्राम् श्राम् योगः य, श्राम्य इति अङ्गं, श्राम्यति इति लटीरूपम्। भ्रमुम् अनुवस्थाने, अनवस्थाने क्षम्यतां, भ्रमणं करोति, भ्रम भ्रमयोगः श्यन्, क्षमाम् अष्टानां दीर्घः शनि इति सूत्रेण उपधायां स्थितस्य अचः वर्णस्य दीर्घत्वं। भ्राम्य इति अङ्गं, भ्राम्यति। शमूं सहने, क्षमां करोति, शं योगः श्यन्, क्षमाम् अष्टानां दीर्घः शनि इत्यनेन दीर्घत्वं। शां योगः य, श्राम्यति इति लटीरूपं। क्लमुं ग्लानौ, ग्लानः भवति, क्लाम्य क्लां योगः श्यन्, अत्रापि क्षमाम् अष्टानां दीर्घः शनि इति सूत्रेण दीर्घत्वं। क्लां योगः य, क्लाम्य इति अङ्गं, क्लाम्यति इति लटीरूपम्। मदि हर्षे, प्रसन्नः भवति, मद् मद्योगः शन्, क्षमाम् अष्टानां दीर्घः शनि इत्यनेन उपधायां स्थितस्य अच्वर्णस्य दीर्घत्वं। माद् योगः य, माद्य इति अङ्गं, माद्यति इति लटीरूपम्। तर्हि अहं चिन्तयामि, अहम् एवमेव दृष्टवती, पुनरभ्यासरूपेण यदि पश्यामः चेत् क्षमाम् अष्टानां दीर्घः कुत्र भवति, निमित्तं किम् इत्युक्ते शनिपरे, तदनन्तरम् ओतः शनि अपि शनिपरे भवति, किन्तु जनोर्जा इति सूत्रं क्षितिपरे, निदीर्घुणः अपि क्षितिपरे इति अस्ति, अवगमन मनस्ताक हलि इत्यस्य तु किमपि तादृश निमित्तं हल् परे एव, हल् परे तर्हि अभवत्। कुत्र प्रश्नः अस्ति चेत् कृपया पृच्छतु, दातुं प्रयत्नं करोमि। प्रश्नभगिनी सम्यक् अस्ति वा? रामप्रिया भगिनी नास्ति भगिनि, स्पष्टमस्ति इतः इतः पर्यन्तं इतः पर्यन्तं स्पष्टमस्ति. तर्हि धन्यवादः, विरमामः तर्हि. आम् आम् भगिनि, धन्यवादः भगिनि, शुभरात्रि. भगिनि महोदय, भगिनी